नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। प्रवर्तमानविषयः तु अदादिगणः इति। तत्र वयम् इङ्गतौ धातोः विषये चिन्तनं प्रवर्तमानः अस्ति। तत्र इङ्गतौ इति धातोः रूपं तु साधितवन्तः। तत्र बहुवचने, प्रथमपुरुष बहुवचने कश्चन प्रश्नः अस्ति, प्रक्रिया कथम् इति। तत्र एव नमस्ते भगिनि, तत्र एव चिन्तनं प्रवर्तमानः अस्ति। मार्गद्वयम् अस्ति इति दृष्टवन्तः गतसप्ताहे। तत्र प्रथममार्गः कः इति चर्चितवन्तः। ईयोगः लङ् इति प्रथमपुरुष बहुवचनः अस्ति, बहुवचनविवक्षा अस्ति चेत् तत्र वयं ला अवस्थायाम् आडजादीनाम् इत्यस्य एव प्रसक्तिः प्रथमम्, अनन्तरमेव इणोयण् इत्यस्य प्रसक्तिः इति दृष्टवन्तः। प्रतिपदोक्तत्वात् बलम् अधिकम्। प्रतिपदोक्तम् इत्युक्ते नामस्य ग्रहणं भवति, पदं पदं प्रतिपदम् इति अपि दृष्टवन्तः। तत्र एकं कारिका किमपि आसीत् किल, लक्षणस्य अपेक्षया प्रतिपदोक्तस्य एव बलम् अधिकम्। भगिनी तत्र प्रतिध्वनिष्यति? आं तदेव मम पुत्र कुतः आगच्छति? उषा भगिनी, उषा भगिनी, अल्टर्नेट् आफ् भगिनि, सारि। समीचीनम्, अस्तु। तत्र प्रतिपदोक्तम् इत्यस्य चिन्तनम् आसीत्, तेन बलम् अधिकम् इति कारणेन। यदा वयं प्रथमं लावस्थायाम् आडजादीनाम् इत्यस्य कार्यं भवति, अनन्तरम् इणोयन् आटश्च द्वयोः कस्य बलम् अधिकम् इति चिन्तितवन्तः। तस्मिन् समये प्रतिपदोक्तत्वात् इणोयन् इत्यस्य एव कार्यम् इति दृष्टवन्तः। इदानीं द्वितीयमार्गः कः इति चिन्तनीयम्। अस्तु, प्रश्नः अस्ति वा एतावता? प्रथममार्गः स्पष्टः वा? आं भगिनि, प्रतिपदोक्त इत्यत्वात् तस्य बल, तत् बलवत् अस्ति इति। लक्षणस्य अपेक्षया प्रतिपदोक्तस्य एव बलम् अधिकम् इति प्रथमचिन्तनं। द्वितीयचिन्तनं किम् इति पश्यामः। अस्तु, कुत्र स्मः? द्वितीयम् इति एकं द्वितीयपक्षे भगिनि, तर्हि द्वितीयपक्षे इत्यस्मात् वा? तत् एकम् उदाहरणमासीत् किल, तदेव मम अहम्। वर्णाङ्गं बलीयः एतद् द्वितीयम् अस्ति, तद् अभवत्। अस्मात् अनन्तरमेव आगच्छति किल, वर्णादङ्गं बलीयः इति पठितवन्तः। आम् आम्, समीचीनं भगिनि, भवती एव पठतु विजया भगिनी, इति सामान्यचिन्तनं, तस्मात् आरभ्य क्षम्यताम्। इति सामान्यचिन्तनं। वस्तुतः अत्र पक्षद्वयं वर्तते। एकस्मिन् पक्षे ईयुगः लङ् ल अवस्थायाम् आडजादीनाम् इत्यनेन आडगमः ततः अग्रे यथा उक्तम्। अपरस्मिन् पक्षे ईयुगः लङ् लङ् इत्युक्ते तत्र ईयुगः जी अन्ति अन्त् अत् इनोयन् इत्यनेन अजादौ प्रत्ययपरे यनादेशः य युगः अन् असिद्ध अत्र अबात् अत्राबात् इत्यनेन यनादेशस्य असिद्धत्वात् अजादित्वम् आश्रित्य आडजादीनाम् इत्यनेन आडागमः आयोगः यक य योगः अन्न आटः च इत्यस्य अधुना प्रसङ्गे नास्ति, आयन् एव अस्ति अत्र. तत्र तत्र आटः च इनो यन् अनन्तरम् एतत् वर्णात् अङ्गं बलीयः इति तत्र परस्परसमर्थनं तत्र द्वयोः कारणकत्वेन न कापि समस्या तत्र क्लेशः नास्ति अत्र. परन्तु इति सामान्यचिन्तनं तत्र वस्तुतः अत्र पक्षद्वयं वर्तते. एकस्मिन् पक्षे इ योगः लङ् ल अवस्थायाम् आड् अजादीनाम् इत्यनेन आड् आगमः भवति. परन्तु अन्यस्मिन् पक्षे इ योगः लङ् इ योगः जि अन्ति अन्त् अत इनो यन् इत्यनेन अजादौ प्रत्ययपरे यन् आदेशः भवति. इकारस्य स्थाने यकारः आगच्छति. योगः यकारः योगः अण् तत्र असिद्धत्वम् आगच्छति. असिद्ध असिद्ध अत्राभात् इति सूत्रेण अजादित्वं तत्र अचुवर्णः आश्रित्य एव आड् अजादीनां कार्यं करोति. यकारस्य स्थाने इकारः आगच्छति इति एव तत्र सूत्रेण दृश्यते. द्वितीयकार्यं प्रथमं तादृशं तावदेव भगिनी तत्र. समीचीनम् अस्तु. यदा वयं प्रथमपक्षं पक्षे दृष्टवन्तः तत्र ई योगः लङ् तत्र आडजादीनां लावस्थायाम् आडजादीनाम् इत्येव प्रथमं कार्यम् इति दृष्टवन्तः. परन्तु तत्र पक्षद्वयम् अस्ति इति दृष्टवन्तः किल. द्वितीयपक्षे किं भवति? ई योगः लङ् तत्र इणोयन् इत्यस्य कार्यमेव प्रथमं भवति. अजादौ प्रत्यये परे यणादेशः इति कृत्वा तत्र इकारस्य स्थाने यकारः यकारः योगः अन्. तत्र किं चिन्तनम् इत्युक्ते असिद्धवत् अत्राभात् तस्य विषये पठामः अद्य एव. तत्र इत्यनेन यद् यणादेशः इदानीम् आगतवन्तः, यण् आदेशः यद् इदानीं यद् आगतः तस्य असिद्धत्वम् अस्ति इति कृत्वा आडजादीनाम् इत्यनेन तद् यकारः यद् आदेशरूपेण आगच्छति तद् न दृश्यते एव. यत् असिद्धत्वं यद् वयं पूर्वं पठितवन्तः, पूर्वत्र असिद्धम् इत्यनेन यद् असिद्धम् इत्यस्य अर्थः ज्ञातवन्तः. एकं सूत्रं त्रिपाद्याम् अस्ति, एकं सूत्रं सपादसप्ताध्याय्याम् अस्ति. सपादसप्ताध्यायी सूत्रं त्रिपाद्या सूत्रेण कृतं कार्यं न पश्यति, असिद्धम् इति दृष्टवन्तः किल. तदेव अर्थः असिद्धम् इत्यस्य अर्थः तु समानम् एव, असिद्धम् अस्ति. एकं सूत्रं कृतं कार्यम् अन्यत् सूत्रं न पश्यति इत्येव असिद्धम् इत्यस्य पदस्य अर्थः. अतः किं करोति आडजादीनाम्? आकारः आडागमः आगच्छति, आयोगः यकारः योगः अन्. इदानीम् आटश्च इत्यस्य प्रसक्तिः एव नास्ति. किमर्थम् इत्युक्ते तत्र यकारः अस्ति इति कृत्वा आयन् इति रूपम् आगच्छति. तद् वयं पठामः अग्रे अपि, तत् प्रायः स्पष्टः भवति. अस्तु, राजेन्द्रमहोदय अग्रे पठति वा? आम् भगिनि. इतः आडजादीनाम् इनोयन् इत्यनयोः कार्यम् आबीयकार्यम् आडजादीनां षष्ठमध्याये चतुर्थपादे द्विसप्ततिः सूत्रमस्ति. इनोयन् अपि तस्मिन्नेव अध्याये चतुर्थपादे एव एकशीतिः तमं सूत्रमस्ति. इत्यनयोः कार्यम् आभीयकार्यम् असिद्वत्त्राभात् कम् अपि आश्रयम् अधिकृत्य आभीकार्यं द्वितीयं समान आश्रितम् आभीकार्यं प्रति असिद्धं भवति. अधिकारसूत्रं भस्य इति अधिकारसूत्रेण भसंज्ञा च सम्बद्ध कार्याणि भवन्ति षष्ठ्या अध्यायस्य अन्तपर्यन्तम्। अस्तिवद् प्रभात् इत्यनेन इत्यस्मात् आरभ्य षष्ठ अध्याये चतुर्थ पादे त्रयोविंशतितमं सूत्रम् इत्यस्मात् आरभ्य भस् इत्यस्य अधिकार अन्तपर्यन्तं षष्ठ अध्याये चतुर्थ पादे पञ्चसप्ततिः अधिक एकशततमं सूत्रम् एषां कार्याणां नाम अभिकार्यम्। असिद्वत् अव्ययपदम् अव्ययद् अयम्। अत्र अव्ययद् अयम् आ अव्ययपदं भात् पञ्चमीयन्तम् अनेकपदं सूत्रम्। असिद्वत् इत्युक्ते यथा न अजनिष्य सूत्रस्य विधानं जातं कार्यान् सिद्धं, किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं यथा न अभविष्यत् अतः असिद्वत् इति उक्तम्। समान आश्रितं कार्यम् इति अर्थः उदेति अत्र इति अव्ययपदेन। अस्मिन् योगत्राल् अत्र अस्मिन् इत्यस्य सप्तम्यन्त्वेन निमित्तम् इति आशयः। सूत्रं स्वयं सम्पूर्णम् असिद्वत् अत्र आ भात् सूत्रं किं वदति अत्र एकनिमिषः अत्र किम् अस्ति अस्य एतत् सूत्रं षष्ठाध्याये चतुर्थपादे अस्ति द्विविंशतिसूत्रम् अस्ति। तत् सूत्रम् आरभ्य तत् अन्तपर्यन्तं षष्ठाध्याये चतुर्थपादे पञ्चसप्तति एकशततमं सूत्रं पर्यन्तं वसि सूत्रपर्यन्तं तत् अभिकार्यं वदामः। अत्र किं वदति यत्किमपि कमपि आश्रम अधिकृत्य यथा अभिकार्यम् अस्ति तत्र द्वितीय समान आश्रित अभिकार्यं प्रति असिद्धं भवति। यत् सूत्रद्वयम् आगत्य यत्र किमपि आश्रितं समान आश्रितम् अभिकार्यं कर्तुम् उद्युक्तः सन्ति तत्र द्वितीय समान आश्रित सूत्रस्य प्रति प्रथमसूत्रम् असिद्ध भवति। तस्य यतोहि सूत्रं द्वितीयसूत्रं तस्य प्रथमसूत्रस्य कार्यं न पश्यति एव। अस्य सूत्रस्य अधिकारः भस्य सूत्रस्य अधिकारे अस्ति। अत्र त्रयोविंशति तमसूत्र इत्यस्मात् आरभ्य अन्तपर्यन्तं पञ्चसप्तति एकशततमं सूत्रं पर्यन्तं तत्र षष्ठाध्याये चतुर्थपादे एषां कार्याणां नाम अभिकार्यं वदामः। अत्र असिद्वत् अव्ययपदम् अत्र अव्ययपदं पदम् अयम् आ अव्ययपदं भात् पञ्चमीयन्तम् अनेकपदं सूत्रम्। असिद्वत् इत्युक्ते यथा न अजनिष्य असिद्वत् इत्युक्ते यथा न अजनिष्य यथा पूर्वम् उक्तं तत्र सूत्रस्य विधानं जातं कार्यञ्च सिद्धं, किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं न यथा न अभविष्यत् अतः असिद्वत् इति उक्तं। तत् असिद्धं सूत्रं प्रथमसूत्रस्य कार्यम् असिद्धं जातं तत् कारणात् तत्र न पश्यते अजनिष्य। समान आश्रितं कार्यम् इति अर्थः उदेति अत्र इति अव्ययपदेन। अत्र अस्मिन् इत्यस्य सप्तम्यन्तं निमित्तम् इति आशयः। सूत्रं स्वयं सम्पूर्णम् असिद्वत् अत्र आभात् अत्र एकं सूत्रं तत्र अस्मिन् पादे षष्ठाध्याये चतुर्थपादे द्विविंशतिसूत्रात् अन्तपर्यन्तं यानि सूत्राणि सन्ति तेषां कार्यम् अभिकार्यं भवन्ति। अत्र किम् अस्ति अत्र यथा कोऽपि सूत्रम् आगत्य कार्यं करोति तत्र द्वितीयसूत्रं समान आश्रितम् अस्ति अपि उद्युक्तः अस्ति कार्यं कर्तुम् उद्युक्तः अस्ति तत् परन्तु सः सूत्रः द्वितीयसूत्रः प्रथमसूत्रस्य कार्यं न पश्यति असिद्धं भवति प्रथमसूत्रस्य कार्यम् असिद्धं भवति तथैव अत्र असिद्धत् अत्र आभात् अत्र सूत्रं वदति समीचीनं महोदय उत्तमम् अस्तु अस्माकम् अष्टाध्याये न अहं वदामि महोदय एकनिमिषं प्रथमं प्रदर्शयामि अनन्तरं वदामि अपि तत्र अस्माकं पुस्तकम् अस्ति किल अष्टाध्यायी इति तत्र 114 इति पुटः उद्घाटयन्तु कृपया 14 अधिक 100 तत्र असिद्ध अधिकारः असिद्धवत् अधिकारः इत्यस्य 22 सूत्रमस्ति असिद्धवत् अत्राभात् इति तदेव प्रथमं सूत्रमस्ति तदेव असिद्ध अधिकारसूत्रमस्ति अनन्तरम् अग्रिमपुटः प्रायः तस्य तत्रापि अस्ति खलु 117 आम् अस्तु आं भगिनि 117 इति तत्र बस्य इति भा अधिकारः इति सूत्रमस्ति 129 इति सूत्रसङ्ख्या बस्य इति अधिकारः अन्तपर्यन्तं गच्छति अन्तपर्यन्तम् इत्युक्ते अधिकारस्य अध्यायस्य अन्तपर्यन्तम् अधिकारस्य अपि षष्ठाध्यायस्य अधिकारपर्यन्तं 175 इति सूत्रपर्यन्तं बस्य इति अधिकारः अस्ति अतः एतद् असिद्धवत् अत्राभात् इति अधिकारसूत्रम् अस्ति अस्य असिद्धवत् अधिकार अधिकारः इत्यनेन तस्य आरम्भं भवति बस्य इति अपि अन्यत् अधिकारसूत्रमस्ति तस्य अन्तपर्यन्तं यानि कार्याणि इत्युक्ते विधिसूत्रमेव किल तस्य नाम आभीयकार्यम् इति सूत्रद्वयम् आगच्छति कार्यं कर्तुं तत्र समान आश्रयः अस्ति आश्रयः इत्युक्ते निमित्तं समानम् अस्ति तत्र द्वयोः सङ्घर्षः इति वदामः किल तादृशं भवति एकं सूत्रं समान आश्रयसूत्रद्वयम् आगच्छति चेत् द्वितीयसूत्रं प्रथमसूत्रेण कृतं कार्यं न पश्यति तया दृष्ट्या तद् असिद्धम् अस्ति तत् कार्यं यत् करोति इदानीम् अस्माकम् उदाहरणम् अस्ति आडजादीनाम् इनोयन् 6-4 इति अस्ति अतः अस्मिन् अधिकारे एव असिद्धवत् अत्राभात् इत्यस्य अधिकारे एव तस्य कार्यं भवति तद् कार्यद्वयस्य नाम आभीयकार्यम् इति नामकरणम् सर्वे इण्टर्नेट् मध्ये एव अस्ति किल अष्टाध्यायी .com उद्घाटयितुं शक्नोति वा आं भगिनि 422 इति सूत्रम् उद्घाटयतु कृपया आं भगिनि तत्र अस्ति आम् रघुपतिमहोदय सूत्रप्रभेदः पठित्वा सूत्रार्थः अपि पठतु कृपया एकवारं भगिनि असिद्ध तत्र ततः वा इण्टर्नेट् मध्ये इण्टर्नेट् मध्ये 6422 असिद्धवत् अत्र आभात् इति सूत्रार्थः अस्ति अधिकारायम् इतः परं सूत्रप्रभेदः प्रथमं पठतु महोदय तस्मात् पूर्वं सूत्रार्थः पूर्वं सूत्रप्रभेदः सूत्रप्रभेदः अधिकारसूत्रं असिद्धवत् अधिकारः 64175 इति यावत् अतिदेशसूत्रमस्ति असिद्धवत् अतिदेशः अवगतं किल असिद्धवत् इति अतिदेशसूत्रमस्ति असिद्धवत् इति आरोपयामः अत्र सामान्यतः चपादि अपि च त्रिपाद्याम् एव भवति असिद्ध परन्तु अत्र नास्ति अत्र अस्ति वा किं महोदय त्रिपाद्यमपि च सपाद्य चपादि न न बहुत्र आगच्छति. अन्यदपि एकं सूत्रमस्ति येन असिद्धं भवति इति पश्यामः. तद् तु ब्राड् क्लासिफिकेशन् अस्ति पूर्वत्र असिद्धम् इति. अन्यत् अन्यानि सूत्राणि अपि अस्ति येन असिद्धं भवति इति आगच्छति. यदा सुबन्तप्रकरणं पश्यामः तत्र बहुत्र आगच्छति. आं पठतु महोदय इदानीं सूत्रार्थः. सूत्रार्थः अधिकारः अयम् इतः परम् इतः परम् आपादपरिसमाप्तेः समानाश्रये कर्तव्ये अस्य अधिकारस्य अन्यत् सूत्रम् असिद्धम्. आपादपरिसमाप्ति इति एतत् 6-4 इति परिसमाप्तिपर्यन्तम् अस्तु. समीचीनम्. समानाश्रये कर्तव्ये, यत्र समानाश्रय अस्ति कार्यं समानाश्रितमस्ति, तत्र अस्य अस्य सूत्रस्य अधिकारः भवति. अतः अन्यत् सूत्रम् असिद्धं भवति इति अस्ति. अन्यत् सूत्रमित्युक्ते अग्रिमसूत्रं वा? न न अग्रिमम् इति न, समानाश्रयसूत्रद्वयम् कोऽपि भवत् द्वयोः असिद्धमस्ति. अग्रे पठामि वा? आम् आं महोदय. एतत् अधिकारसूत्रमस्ति. अस्य व्याप्तिः षष्ठाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तं प्रचलति. सूत्रस्य पदच्छेदम् आदौ पश्यामः. असिद्धवत् अत्र अभात्, असिद्धवत् योगः अत्र योगः आभात्. प्रत्येकं पदस्य अर्थः एतादृशः. अत्र इत्युक्ते अस्मिन् अधिकारे, आभात् इत्युक्ते भस्य अधिकारस्य परिसमाप्तिपर्यन्तम् इत्युक्ते षष्ठाध्यायस्य चतुर्थपादस्य परिसमाप्तिपर्यन्तम्. असिद्धवत् इत्युक्ते असिद्धत्वं स्यात्. अतः अस्य सूत्रस्य शब्दश अर्थः जायते. अस्मात् सूत्रात् आरभ्य षष्ठाध्यायस्य चतुर्थपादस्य परिसमाप्तिपर्यन्तम् असिद्धवत्वं स्यात्. इदम् असिद्धत्वम् स्यात्. इदम् असिद्धत्वं सर्वदा न भवति, केवलं समानाश्रये एव भवति. एतत् व्याख्यानात् ज्ञायते. अस्तु, समानाश्रये एव भवति, तद् बहु मुख्यम्. पूर्वतसिद्धं तथा कार्यं न करोति अत्र. यदा समानाश्रयः अस्ति तदा एव भवति, तदा एव भवति. अग्रे अपि पठतु. कः अर्थः अस्य सर्वस्य? कः अर्थः अस्य सर्वस्य? केषाञ्चन शब्दनाम केषाञ्चन शब्दानाम् अर्थः जानीमश्चेत् सूत्रार्थज्ञानं सुलभं भवेत्. प्रथमं तु आश्रयः. कस्यापि कार्यस्य यः स्थाने यच्च निमित्तं तयोः सामान्यनाम् आश्रयः इति. सामान्यनाम आश्रयः इति. यदि स्थाने न स्यात् उत निमित्तं न स्यात् तर्हि सूत्रस्य कार्यमेव भवितुं नार्हति. अतः सूत्रकार्यस्य आश्रयभूताः अस्तित्वस्य कारणं ये सर्वे तेषाम् आश्रयः इति संज्ञा भवति. यथा इको एणचि, अस्मिन् सूत्रे इकः वर्णः तथा अच् वर्णः द्वौ अपि आश्रयौ स्तः. द्वितीयं तु हा, यत्र निमित्तापि स्थानि द्वयमपि आश्रय वयं आश्रयौ इति वक्तुं शक्नुमः. द्वौ अपि आम् सर्वदा तदेव. निमित्तमपि मुख्यं, स्थानमपि मुख्यम्. आदेशः वा आगमः वा तद् भिन्नकार्यम्. अतः तद् द्वौ अपि मुख्यम् एव इति. आम् अग्रे महोदय. समानाश्रयः. यत्र द्वयोः सूत्रयोः एव भवेत्. अस्तु, सूत्रयोः कश्चन आश्रयः समानः अस्ति तर्हि ते सूत्रे समानाश्रये स्तः इत्युच्यते. यथा इकोणचि यचो यवायावः, द्वयोः सूत्रयोः अच् इति समानाश्रयः अस्ति. अस्तु, अचि इति अस्ति अत्र द्वयोः समानाश्रयः. तत्र तु स्थानं भिन्नं परन्तु निमित्तं समानम्, अतः समानाश्रयः. आभीय तत् कार्यं यत् अस्मिन् अधिकारे उक्तमस्ति. अस्तु, आभ्य इति तत् कार्यं यत् अस्मिन् अधिकारे उक्तमस्ति तदेव अभियकार्यं यथा शात् न लोपः इत्यनेन स्नान् सोरि स्नान् न लोपः स्नान् न लोपः अस्तु इत्यनेन स्नम् प्रत्ययस्य नकारस्य लोपः क्रियते ए 6423 अस्ति अस्तु 6422 इति आसीद् अभवत् अस्मिन् अधिकारे अस्ति इत्यनेन अष्टम् प्रत्ययस्य नकारस्य लोपः क्रियते इदम् आधीयकार्यम् अस्तु अग्रे यदस्ति अस्मिन् अधिकारे तद् आधीयकार्यम् इति इति खलु 6422 इति आरभ्य अन्तपर्यन्तं तस्य परिसमाप्तिपर्यन्तं यत्किमपि कार्यम् अस्ति तत् तस्य नाम आभियकार्यम् असिद्धं चतुर्थमिति असिद्धं तत् कार्यं यत् न दृश्यते त्रिपाद्याम् असिद्धाधिकारे असिद्धशब्दस्य यः अर्थः स एव अर्थः अत्रापि अस्ति यथा लोपः शाकल्यस्य 8319 इत्यनेन कृतः यकारलोपः आद्गुणः इत्यनेन न दृश्यते अतः अर्थसूत्रस्य अर्थः अयं यदि द्वयोः अभीयकार्ययोः समानाश्रयः अस्ति तर्हि तौ परस्परयोः कृते असिद्धौ स्तः अस्तु अर्थं स्पष्टरूपेण बहु मुख्यम् समानाश्रयः बहु मुख्यमस्ति समानाश्रय तद् उदाहरणं यत् प्रदर्शितं तद् वयं सूत्राणि वयं पूर्वं न पठितवन्तः अतः तद् त्यजामः इदानीं पर्यन्तं स्पष्टं वा भगिनि अत्र स्नानान् लोपः स्नात् न लोपः इति पृथक् कृतं चेत् तत्र न लोपः इति भवति खलु भगिनि परन्तु तत्र इत्यनेन श्नम् प्रत्ययस्य नकारस्य लोपः क्रियते इति अस्ति खलु तद् सूत्रं वयं न पठितवन्तः भगिनि यदा पठामः तस्मिन् समये अहं स्पष्टीकरोमि अग्रे आगच्छति श्नान्न लोपः अस्तु श्रीवल्ली भगिनी तत्र एव ज्ञातव्यम् इति अन्ते अस्ति तद् पठति वा आं भगिनि स्पष्टरूपेण ज्ञातुं कानिचन उदाहरणानि पश्यामः अन्ते उदाहरणानि न आवश्यकं किमर्थम् इत्युक्ते वयं तत् सूत्रं तानि सूत्राणि वयं न पठितवन्तः ज्ञातव्यम् इति बिन्दुत्रयम् अस्ति तद् एकवारं पठतु उदाहरणम् अनन्तरम् एकं वार्तिकं किमपि अस्ति एकं वार्तिकं ज्ञातव्यं तस्मात् अनन्तरं ज्ञातव्यम् इति अस्ति अन्तिमः अत्र एकं वार्तिकं ज्ञातव्यं तस्मात् अनन्तरं तदनन्तरं एतस्य वार्तिकस्य उदाहरणम् इति अनन्तरं अस्मिन् सूत्रे ज्ञातव्यं प्रथमबिन्दुः अस्मिन् सूत्रे आभात् अत्र भाशब्देन सह आङ्ग् इत्यस्य योजनं कृत्वा स्यात् इति रूपं जायते अत्र आङ्ग् इत्यस्य अर्थः अभिधिः इत्युक्ते सा सीमा यस्याः समावेशः भवति अतः अभात् अस्य शब्दस्य अर्थः भापर्यन्तं परन्तु भा इत्यनेन सह अत्र प्रयत्नः भाशब्दः स्वयं तस्य इति अधिकारं दर्शयति अतः इत्युक्ते भा अधिकारस्य समाप्तिपर्यन्तं भाधिकारः षष्ठाध्यायस्य चतुर्थपादस्य अर्थपुष्टमेवप्रचलति अतः पर्यन्तम् असिद्धाधिकारस्यापि अतः अयम् अधिकः समासूत्रादस्य षष्ठाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तं प्रचलति अस्मिन् सूत्रे आभासो वदतु भवत्याः ध्वनिः सम्यक्तया न श्रूयते मध्ये मध्ये मोबैल् अस्तु अस्तु अस्तु वदतु भगिनि पश्यामः कथमस्ति आप् इति रूपमस्ति, आवाक् इति शब्देन भाशब्देन आङ्ग् इति उपसर्गः अस्ति, आङ्ग् इत्यस्य योजनं कृत्वा आवाक् इति रूपं जाते. आङ्ग्शब्दस्य द्वौ अर्थौ सन्ति. अत्र आङ्ग्शब्दः अभिविधिः इत्युक्ते सीमा यस्याः समावेशः भवति इति. भगिनि द्वौ अर्थः includes or including both the ways really on kriya paramso atta abhivrutihi including ba shabdena saha abhati agachati am abhivrutihi atta am kriyatah abhivrutihi am atah abha sadarshyatah tandu bha ityena saha परितः भाशब्दः स्वयं इति अधिकारं दर्शयति. अतः आभात् इत्युक्ते समाप्तिपर्यन्तम् इति अर्थः तदेव वदति. भाशब्द आभात् इत्युक्ते किं कः अर्थः इति अपि ज्ञातव्यं किल. आभात् इत्युक्ते तद् बा इति भस्य इति सूत्रं स्वयं दर्शयति भ इति. आभात् इति पञ्चम्यन्तं, तस्मात् सा सीमा यस्य समावेशः भवति इत्युक्ते तद् पर्यन्तम् इति अर्थः. समाप्तिपर्यन्तं बा इत्यस्य अधिकारस्य समाप्तिपर्यन्तम् इति आभात् इति सूत्रम् आभात् इति पदम् अस्माकं कृते सूचयति. आभीयकार्यं क्षम्यताम् असिद्धवत् अत्र अभात् इत्यस्य अधिकारः कुतः पर्यन्तम् इति. आं द्वितीयबिन्दुः पठतु भगिनिकारः अस्ति. एकम् अभियम् अङ्गकार्यम् अपर अभियकार्यार्थं समानाश्रये स्थिते अनेन सूत्रेण अस्ति. अयं तदेव आङ्कार्यस्य असिद्धाधिकारः 6412 अङ्गाधिकारः अस्ति. एकम् अभीय अङ्गकार्यम् अपर अभियकार्यार्थं समानाश्रये स्थिते अनेन सूत्रेण सिद्धं भवति. समानाश्रये स्थिते 6422 इत्यस्मात् पूर्वं यत्किमपि अङ्गकार्यम् अस्ति तत्र असिद्धम् असिद्धवत् अत्र अभात् इत्यस्य प्रसक्तिः नास्ति. पुनः पुनः असिद्धवत् अत्र अभात् आगच्छति, अतः एव अहं किञ्चित् समयं नीत्वा तद् वदामि. तत्र 6422 आरभ्य एव असिद्धवत् अत्र अभात् इत्यस्य प्रसक्तिः अस्ति. 6421 इति अङ्गस्य इति अधिकारस्य आरम्भः भवति किल, अतः तत् ते वदति असिद्धम् अयम् असिद्ध अधिकारः अङ्गकार्यस्य असिद्ध अधिकारः अस्ति इति. अङ्गकार्यं तु 7-4 पर्यन्तम् अस्ति, परन्तु एतत् मध्ये आगच्छति. एतत् सर्वदा स्मर्तव्यम् असिद्ध अधिकारः मध्ये अस्ति इति. अतः अभियकार्यं कुत्र प्रचलति इति अपि बहुवारम् आगच्छति. बस्य इति अधिकारः सुबन्तप्रकरणे तस्य बहु महत्त्वम् अस्ति, अतः सुबन्तप्रकरणं यदा पश्यामः तत्र बहुवारम् एतत् अभियकार्यम् आगच्छति. तृतीयबिन्दुः अपि पठतु भगिनि. अस्ति तयोः मध्ये एव असिद्धत्वं वर्तते. सर्वेषु अभिकार्येषु परस्परमेव असिद्धत्वं न जायते. सूत्र अभिकार्यम् अधिकारः असिद्धात् अभियकार्यम् एव असिद्धम् अस्ति. समानाश्रि अभियकार्यम् एव अनाभियकार्यार्थं किमपि भवति चेत् तस्य असिद्धत्वं नास्ति इति. भगिनि अत्र आदि इत्युक्ते कोऽपि अर्थः व्याकरणे एव अस्य अर्थः, कोऽपि अन्य अर्थः नास्ति खलु यत्र अत्र वित्तिन् दट् लिमिट् इति. भगिनि भवत्याः दूरवाण्याः आडियो सङ्गणकस्य आडियो द्वयमपि सिद्धमस्ति वा तद् पश्यतु, तत्र एव एतादृश स्टाटिक् फीड्बेक् आगच्छति. एकः आडियो उपयोगं करोतु, अन्यद् पश्यतु. तत्र प्रायः भवत्याः लेप्टाप् वा डेस्क्टाप् मध्ये आडियो आन् अस्ति, तद् पश्यतु. तद् आफ् करोति चेत् सम्यक् श्रूयते, अथवा एतद् लेग् आगच्छति. न पुनः तद् ओ पश्यामः प्रायः मध्ये. अस्तु, तत् स्पष्टं वा सिद्धवत् अत्र अभात् इति? वदतु भगिनि. आभयकार्यम् इति अतः डिक्षनरि मीनिङ्ग् इस् देर् दट् कण्टेन् द रूल्स् इन् दि अधिकार आफ् 6422 पाणिनीस् ग्रामर् दट् इट् इस् गिवन्. समीचीनं. Within that adhikara, yeah, contained in rules or sutras of Panini from 6422 6429. Tamam, samichya. Astu Vidya Bhagini, bhavatyah prashnah kah? Tatra anabhiya karyam itite vasantika nasti va. Basya adhikara agre kimapi asti kila 711 इति अस्ति, तद् अनाभीयकार्यम् एव किल. तावदेव. समीचीनम्. अस्तु, आ इत्यस्य अर्थद्वयमस्ति, तस्मात् आरभ्य इति अथवा पर्यन्तमपि. आम्, आ हिमालय अथवा कन्याकुमारी. समीचीनम्. आम्, अस्मिन् सूत्रे एतदर्थः इति वदति. समीचीनम्. अस्तु, अग्रे सरामः. अरुणा भगिनी पठति वा अन्प्रत्ययम् आश्रित्य? आं भगिनि, अन्प्रत्ययम् आश्रित्य आडाद्यादीनाम् इनोयन् इत्यनयोः कार्यं भवति. अत्र इन् धातोः इत्यपि द्वयोः आश्रयः. आडाद्यादीनाम् इति सूत्रमपि, इनोयन् इति सूत्रमपि षष्ठाध्यायस्य चतुर्थपादस्य द्वाविंशसूत्रमारभ्य षष्ठाध्यायस्य अन्त इति यावत् अस्मिन् गोचरे अस्ति इति कृत्वा आदागमपि यनादेशः अपि आभिकार्यम्. वयं चर्चितवन्तः आराजादीनाम् इनो यत् सूत्रं कश्चित् सूत्रः प्रथमम् आगच्छति इति एव वयं चर्चितवन्तः. अन्प्रत्ययम् आश्रित्य आडाजादीनाम् इनोयन् इत्यनयोः कार्यं भवति. द्वे सूत्रे षष्ठ अध्यायस्य चतुर्पादस्य द्वाविंशसूत्रारभ्य षष्ठ अध्यायस्य अन्त इति यावत् अस्मिन् गोचरे अस्ति तत् इति कृत्वा आडागमः अपि यणादेशः अपि आभिकार्यं. वयं पठितवन्तः आभिकार्यं समये पूर्वसूत्रं कार्यं करोति, तदनन्तरं परकार्यं तत् सूत्रं न पश्यति. तदेव ततः समीचीनं भगिनि. तत्र आश्रयः तु अन् प्रत्ययः एव अस्माकम् आश्रयः. आडजादीनां वा इनोयन् अजादिप्रत्यये परे, आडजादीनाम् इत्यस्यापि तत्र अन् एव अस्माकम् आश्रयः. अन् इत्युक्ते अस्माकं प्रथमपुरुष बहुवचन प्रत्ययः. इति तस्य कार्यं कथं भवति इति पश्यामः. आडजादीनां पठतु भगिनि. आडजादीनां लुङ् लङ् रुङ् च परे चेत् अजाद् प्रधातु रूपी अङ्गस्य आडागमो भवति, स च अडागमः उदात्तः सङ्गकः. अनुवृत्तिसहितसूत्रम् अजादीनाम् अङ्गस्य आट् उदात्तः लुङ् लङ् लुङ्क्षु. सूत्रम् अत्र षष्ठाध्याये चतुर्पादे द्वे सप्ततिसूत्रं लुङ् सूत्रं वदति, लुङ् लकार लङ् लकार लुङ् लकार परे चेत् अजादि रूप अङ्गस्य अजादि धातु अस्ति चेत् अङ्गमस्ति चेत् आट् आगमः भवति, स च आडागमः उदात्तः सङ्गकः अपि. अनुवृत्तिसहितसूत्रम् अजादीनाम् अङ्गस्य आट् उदात्तः लुङ् लङ् लुङ्क्षु. सो अहं न जानामि उदात्त सङ्गक उदात्त इति अस्माकम् उच्चारणः स्वरवर्णस्य स्थानं किल, उदात्त अनुदात्त स्वरितः इति तदेव. उदात्तस्य उपरि किमपि रेखा नास्ति, अनुदात्तः इत्युक्ते रेखः अधः आगच्छति, स्वरितः रेखा उपरि आगच्छति, उदात्तः किमपि रेखा नास्ति. इनोयन् इन् धातोः यण् आदेशः भवति अजादिप्रत्यये परे. अनुवृत्तिसहितसूत्रम् इणः अङ्गस्य यण् अचि. सूत्रं सरलमेव, धातु इन् अस्ति चेत् यण् आदेशः भवति अजादिप्रत्यये परे, तत्समये एव यण् आगच्छति, न तु प्रथमपुरुषबहुवचन समये एव तत् भवति. अचिपरे इति कार्यं भवति. अतः आडजादीनाम् इणोयन् सूत्रद्वयम् अपि असिद्धवत् अत्र बात् इत्यस्य असिद्ध अधिकारे अस्ति, आबीयकार्यम् अस्ति, समान आश्रयः अस्ति, अन्प्रत्ययः इति आश्रयः आडजादीनाम् इत्यस्यापि इणोयन् इत्यस्यापि. इणोयण् इति स्पष्टमस्ति, इणः अङ्गस्य यण् अचि इति. आडजादीनाम् इत्युक्ते तत्र यदा अस्माकं विवक्षा लङ् लकारः प्रथमपुरुष बहुवचनम् अस्ति इति कारणेन एव आडागमः भवति किल, अतः तत्रापि समानाश्रयौ स्तः इति. समीचीनं भगिनि, धन्यवादः. उषा भगिनि श्रूयते वा भगिनि? आं भगिनि पठतु तर्हि द्वितीयपक्षे. तर्हि अस्मिन् पक्षे आम् तर्हि अस्मिन् पक्षे लकारप्रत्ययस्य उपस्थितिः लकारप्रत्ययस्य उपस्थितिः आदौ भवति. तस्मिन् निमित्तकादेशः तन्निमित्तकादेशाः तर्हि अस्मिन् पक्षे लकारप्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तकादेशाः च आदौ भवन्ति. ततः परम् अजादिप्रत्ययत्वम् आदाय इणोयण् इत्यनेन यण् आदेशः, तस्य च असिद्धत्वात् आडजादीनाम् इत्यनेन आडागमः. ऐ अण्डर्स्टाण्ड् भगिनि. एतद् अवगतवती किल, अस्मिन् पक्षे इत्युक्ते द्वितीयपक्षे किं भवति इनोयन् दत्त लकारप्रत्ययस्य लकारप्रत्ययः कः लङ् लुङ् लङ् लृङ् आं तस्य स्थाने किम् आगच्छत् अस्ति प्रथम पुरुषस्य बहुवचने लकारप्रत्ययः जी बिकम्स् अन् इति उपस्थितिः उपस्थितिः या आदौ भवति तन्निमित्तक तन्निमित्तक आदेशः च आदौ भवति तदेव यदा भवती उक्तवती जी स्थाने अन् इति अनन्तरं किं भवति ततः परम् अजादिप्रत्ययत्वम् अजादिप्रत्ययत्वम् आदाय ओके बिकास् आफ् इण् धातु लैक् आड इण् इत्यनेन यण् आदेशः इणो यण् इति सूत्रेण यण् आदेशः तस्य च असिद्धत्वात् आफ्टर् द तस्य च असिद्धत्वात् आडजादीनाम् इत्यनेन आडागमः ओके इणोयन् सूत्रं कार्यं प्रसक्तिः प्रथमः अस्ति तस्मात् अनन्तरमेव आडजादीनां सूत्रं कार्यं करोति परन्तु किमर्थं ते एतादृशं प्रदर्शितवन्तः इत्युक्ते यदा इणोयन् इत्यस्य कार्यं प्रथमं भवति यकारः योगः अन् इति अस्ति सामान्यतया आडजादीनाम् इत्यस्य प्रसक्तिः भवति वा असिद्ध अधिकारः किमपि मा चिन्तयतु यकारः योगः अन् इदानीम् आडजादीनाम् इत्यस्य प्रसक्तिः अस्ति नो नो बिकास् धातु इस् नाट् बिगिनिङ्ग् वित् द अजादि समीचीनम् असिद्धत्वात् एव आडजादीनाम् इत्यस्य इत्यनेन आडागमः आडजादीनां न पश्यति विनोयण् इत्यस्य कार्यम् अतः तद् चिन्तयति इदानीमपि इण् एव धातुः अस्ति धातुरूपी अङ्गम् इण् इति चिन्तयित्वा आडजादीनाम् इत्यनेन आडागमः करोति अवगतं किल समीचीनम् अग्रे अपि पठतु भगिनि भवती वदति चेत् आगच्छति भवती तु अवगतवती केवलं अत्र प्रश्नः उदेति एकवारम् आरम्भे इणोयण् इति शास्त्रम् उपस्थितं भवति चेत् तस्य असिद्धत्वात् आडजादीनाम् इत्यनेन आडागमः भवेत् अत्र प्रश्नः उदेति एकवारम् आरम्भे इणोयण् इति शास्त्रम् उपस्थितं भवति चेत् तस्य असिद्धत्वात् आडजादीनाम् इत्यनेन आडागमः भवेत् किन्तु कस्य बलेन आडागमात् प्राक् यण् आदेशो विधीयेत किन्तु कस्य बलेन आडागमात् प्राक् यण् आदेशो विधीयेत आडजादीनाम् इति ला अवस्थायाम् इणोयण् इति सिद्धतिङ्प्रत्ययस्य यस्य साधनानन्तरम् एव सारी भगिनि ऐ हैव टु रीड सो मेनी प्रत्यय साधनानन्तरम् प्रत्ययसाधनम् अनन्तरमेव अय्या साधनानन्तरमेव अपि च द अवस्थायाम् आडागमः इति पक्षे असिद्धवत् अत्र आभात् इति शास्त्रं न अपेक्षते साक्षात् आडजादीनाम् इत्यनेन आडागमः तदा प्रतिपतोक्तत्वात् इणोयण् फलतः आयन् इति रूपम् असिद्धवत् अत्र आभात् इत्यस्य अपेक्षा एव नास्ति ऐ केण्ट् रिपीट् बट् किम् अवगतवती तद् वदतु ओके प्रतिपतोक्तत्वात् इणोयण् फलतः आयन् इति रूपं इन् धातु इणोयण् इति सूत्रेण अन् प्रत्यये परे इ योगः अन् इस् यकारा योगः अन् सो यन् यन् रूपं भवति. देन् असिद्धवत् अत्र बात् आबीयकार्यम् आबीय सेक्षन् अस्ति चेत् आडजादीनां भगिनी ऐ केनाट् से इट् इन् संस्कृत. वदतु भगिनी आङ्ग्लभाषायामेव वदतु, नास्ति चिन्ता, वदतु किम् अवगतवती इति. लेट् मी ट्रै टु रीड् द थिङ्ग् अगेन् फ्रोम् भगिनी. अत्र प्रश्नः उदेति, एकवारम् आरम्भे इणोयण् इति शास्त्रम् उपस्थितं भवति चेत् तस्य असिद्धत्वात् आडजादीनाम् इत्यनेन आडागमः भवेत्. ओके, किन्तु कस्य बलेन आडागमात् प्राक् यण् आदेशः विधीयेत्? ओके, वै इस् यण् डन्? ओके, आडजादीनाम् इति ल अवस्थायाम् इणोयण् इति सिद्धतिङ् प्रत्ययस्य तिङ् प्रत्ययस्य साधनानन्तरम् एव. ओके, अपि च ल अवस्थायाम् आडागमः इति पक्षे असिद्धवत् अत्र आबात् इति शास्त्रं न अपेक्षते. ओके, इति पक्षे. ओके, इफ् ऐ टेक् ल अवस्थायां फस्ट्, ल अवस्थायाम् आडजादीनाम् अप्लैस्. इफ् आडजादीनां कम्स्, इ डसन्ट् सी द कार्यम् आफ् इणोयण्. सो आडजादीनां प्रसक्तिः अस्ति ओन्लि इफ् द धातु इस् बिगिनिङ्ग् वित् द इ. डसन्ट् सी द कार्यम् आफ् इणोयण्. एण्ड् इणोयण् प्रसक्तिः, इणोयण् is more applicable because of the pratipadam, pratipadam condition. So inoyan will make that sutra would, because in is being called by its name, ahvanam bhavati, so the inoyan is more applicable. Inoyan is applicable, so then it makes the dhatu as yakara. And so आडजादीनाम्. ओके, समीचीनं, वदतु भगिनि किम् अस्ति. साक्षात् आडजादीनाम् इत्यनेन आडागमः, तदा प्रतिपतोक्तत्वात् इणोयण् फलतः आयन् इति रूपम्. ओके, ద సేమ్ థింగ్ ఇస్ బీయింగ్ సెడ్ సో మెనీ టైమ్స్, ఐ డోంట్ నో హౌ టు పుట్ ఇట్ ఇన్ న్యాయ శాస్త్రస్య శైలి ఇతి వదామః. పునః పునః ఏకమేవ వాక్యం భిన్న భిన్న రీత్యా ఉపస్థితమస్తి తావదేవ. ఓకే, యదా భవతి ఉక్తవతి ఏవ, యదా వయం పూర్వస్మిన్ పరిచయదే పఠితవంతః, యదా ఇనో యన్ ప్రథమం కార్యం కరోతి చేత్ ఆడజాదీనాం తద్ కార్యం న పశ్యతి అతః ఆడాగమః భవతి. प्रश्नः किमर्थम् इत्युक्ते कस्य बलेन आगच्छति इति. असिद्धवत् अत्र अभात् इति स्वीकुर्मः चेदेव तादृशकमः आगच्छति, परन्तु आडजादीनामेव लावस्थायां भवति, तदेव वयं प्रथमपक्षे दृष्टवन्तः. अनन्तरमेव सिद्धतिङ् प्रत्ययः आगच्छति, अनन्तरमेव इणोयण् इत्यस्य प्रसक्तिः. तत्र अस्माकं लाघवं किं भवति इत्युक्ते आडजादीनाम् इत्यनेन आडागमः प्रतिपदोक्तत्वात् इणोयण्. यदा इणोयण् आटश्च द्वयोः सङ्घर्षः जायेत, तत्र प्रतिपदोक्तत्वात् इणोयण् इत्येव लाघवं, तदेव लाघवम्. अन्यत् किमपि असिद्धाधिकारः अस्ति, सर्वं समीचीनमेव, परन्तु तत्र तादृशलाघवं न भवति. अपेक्षा तुलना इति वदामः किल, वन् रूट् वन् विच् इस् ईजियर् टु फालो अण्ड् अप्लिकबल् एव्रीवेर् इति एव अर्थः. समीचीनं, आटस्य इत्यस्य इतोपि चिन्तनमस्ति महोदय, पठामः. आटस्य कार्यं कृतं चेदपि भवति खलु आयन् इति आम् आगच्छति पदं सिद्ध्यति आम् आम् अस्तु इति तद् अभवत् तर्हि इति आरभ्य किल अस्तु राजेन्द्रमहोदय पठति वा तर्हि द्वितीयपक्षे तर्हि द्वितीयपक्षे कस्य बलेन आड् आगमात् प्राक् यन् आदेशो विधीयेत् ल अवस्थायाम् आड् आगमः इति पक्षे लागमम् इति सत्यं किन्तु तथा इति अस्तिवत् पत्राभात् इत्यस्य पाठः कुतः इति प्रश्नः अभिपाठस्य का गतिः इनो यन् आड् आजादीनाम् इति सूत्रद्वयम् अभिशास्त्रे अन्तर्गतम् तस्य च कारणं स्यात् इनोयन् सर्वप्रथमं न भवति चेत् किमर्थम् अभिकार्यम् इदम् इदम् एव अभिपाठस्य सार्थक्यम् अत्र भाष्यकारस्य कथनम् इदं यत् तेन ज्ञायते आदौ लकारनिमित्तकार्याणि ततः परम् एव आड् आगमः अत्र पूर्वस्मिन् पक्षे भगिनी इदानीं पठितवती इनो यन् भवति अनन्तरम् आडजादीनां कार्यं भवति तत् द्विपक्षे यथा कस्य बलेन आड् आगमः पूर्वं भवति तस्य प्राक् आड् आगमात् प्राक् यन् आदेशो विधीयते आड् आगमात् ला अवस्थायां भवति तत् इति पक्षे लाघवम् अपि अस्ति इति सत्यं किन्तु तथा सति अस्तिद्वत्राभात् इत्यस्य पाठः कुतः इति प्रश्नः यदि लाघवम् अस्ति ला अवस्थायाम् आडागमः भवति चेत् तत् अस्तिद्वत् अत्राभात् इत्यस्य पाठः तस्य कः गतिः इदानीं यतोहि इनोयन् अपि च आडागमः आडादीनां सूत्रद्वयम् पाठस्य अभिकार्यशास्त्रे अन्तर्गतं स्ताः तस्य कोऽपि कारणं स्यात् अभिकार्य अन्तर्गतं स्यात् तस्य कारणं का इनोयन् सर्वप्रथमं न भवति चेत् किमर्थम् अभिकार्यम् इदम् एव अभिपाठस्य सार्थक्यम् अत्र भाष्यकारस्य कथनम् इदं यत् तेन ज्ञायते आदौ लकारनिमित्तकार्याणि ततः परम् एव आडागमः अत्र भाष्यकारः किमपि वदति यः अग्रे आगमिष्यति तत्र तत् तस्य समाधानं दीयते तस्मिन् परिच्छेदे समीचीनम् अतः प्रश्नः तु इदानीमपि अस्ति असिद्धवत् अत्राभात् इति वयं त्यजामः लाघवं नास्ति इत्युक्ते किमर्थं तादृशं तत्र इनोयन् अपि आडजादीनाम् अपि तस्मिन् अधिकारे सन्ति तत् कार्यं किमर्थं वयं न कुर्मः इति तत्र इदमेव अभियपाठस्य सार्थक्यं साधनार्थम् इति महोदय अग्रे अपि पठतु प्रथमपक्षस्य परित्यजने अन्यत् कारणम् अपि उक्तं महाभाष्ये किमिति चेत् धातूनां क्रियावाचकः क्रियायाः स्व आश्रयाकाङ्क्षा भवति नो चेत् क्रिया न प्रतीयते धातुरेव क्रियां न बोधयति क्रियायाः स्व आश्रयसंवादने अवधाने एव धातु क्रियां बोधयेत् कर्तृ बोधकप्रत्ययः यद् परः यदा भवति तदानीम् अयं धातु परिपूर्णतया क्रियां बोधयितुं समर्थः भवति क्रियायाः आश्रयबोधकप्रत्ययः नास्ति चेत् धातुः क्रियां कथं वा बोधयेत् लकारः आश्रयबोधकप्रत्ययः तं विना अयं धातु इति व्यवहारः एव वस्तुतः न कर्तव्यः कुतः इति चेत् क्रियां न बोधयति तर्हि कदा बोधयति स्वबोधकक्रियायाः आश्रयः अस्ति चेदेव धातुः क्रियां बोधयति भूधातोः लट् इति प्रयोगे भूधातु अर्थविज्ञानपदम् इतः परं यदा लट् प्रत्ययः करिष्यते तदानीं परिपूर्णधातुः अयं प्रत्ययस्य उत्पत्तेः पूर्वम् अयं धातुः न इति व्यवहारः गौणः। अनेन लकारप्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तकार्याणि च आदौ भवन्ति इति अवक्तव्यम्। अस्मात् कारणात् अपि ल अवस्थायाम् अट् इति पक्षः परित्यक्तः। अन्यत् कारणं महाभाष्ये उक्तम्, अत्र किमिति धातूनां धातु तु क्रियावाचकम् अस्ति, क्रियायाः तु स्व आश्रय आकाङ्क्षा भवति, नो चेत् तथा न प्रतीयते। धातु एव तस्य चिन्तनं कुर्मः तत् क्रियां न बोधयति, क्रियायाः स्व आश्रय अवधाने एव धातु क्रियां बोधयेत्। कर्तृबोधकप्रत्ययः यदा परः यदा भवति तदानीम् अयं धातु परिपूर्णतया क्रियां बोधयति, यतोहि तत्र कर्तृबोधकप्रत्ययः तत् धातोः समक्ष आगच्छति, साक्षात् परे आगच्छति, तत्र तदा एव तस्य क्रियां बोधयितुं समर्थः भवति धातु। क्रियायाः आश्रये बोधकप्रत्ययः नास्ति चेत् धातु क्रियां कथं वा बोधयेत्। यावत् तत्र तत्र प्रत्ययः न आगच्छति, धातोः परे प्रत्ययः न आगच्छति, तत् कथं क्रिया कथं बोधयेत्, तत् प्रश्नः उदेति। लकारः आश्रयबोधक प्रत्ययः, लकारः यः यथा लङ् लुङ् लटे यत्किमपि भवतु तत्र आश्रयबोधक लकारः आश्रयबोधकप्रत्ययः अस्ति, तं विना अयं धातुः इति व्यवहारः एव वस्तुतः न कर्तव्यः। तत्र लकारः यावत् तत्र प्रत्ययः न विधीयते तावत् तस्य अयं धातु वस्तुतः तथा तादृशी व्यवहारः न कर्तव्यः, तथा यतोहि तत्र क्रियां न बोधयति। सो बोधक्रियायाः आश्रये अस्ति चेदेव धातुक्रियां बोधयति, ततः यावत् तत्र लकारः आश्रयबोधकप्रत्ययः तत्र साक्षात् आगच्छति, परे आगच्छति, तद् अनन्तरम् एव तस्य क्रियां बोधयति, धातुक्रियां बोधयति। यथा भूधातोः यथा लट् इति प्रयोगे यथा भूधातु अथवा तत् अनन्तरं लट् लकारः स्थापयामः चेत् तत् अर्थविज्ञानपदं भवति। इतः परं यदा लट् प्रत्ययः करिष्यते तदानीं परिपूर्णधातुः अयं यः भूयोग लट् यथा वदामः तत् परिपूर्णधातुः तत् अयं धातुः भवति। तस्य क्रिया बोधयति अपि च तस्य अर्थपूर्णपूर्वमपि भवति। प्रत्ययस्य उत्पत्तेः पूर्वम् अयं धातु इति व्यवहारः गौणः। गौणः इत्युक्ते भगिनी किं गौणक्रिया इति? गौणः इत्युक्ते अकर्मक सकर्मकधातोः गौणकर्म गौणकर्म प्रधानकर्म गौणकर्म कर्मद्वयं भवति, एकं तु सेकेण्डरी इति समीचीनमेव सेकेण्डरी। अनेन लकारप्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तकार्याणि च आदौ भवन्ति इति वक्तव्यम्। अस्मात् कारणात् अपि ल अवस्थायाम् अट् इति पक्षः परित्यक्तः। तत्कारणात् अपि ल अवस्थायाम् अट् इति पक्षः तत् न अवगच्छामि। तत्र परित्यक्तः इत्युक्ते तदेव तद् महाभाष्यस्य तेषां चिन्तनं द्वितीयपक्षः इति, ते किं वदन्ति, प्रथमं क्रियाबोधकत्वं स्वीकरोतु, इणो एण् प्रथमं तस्य कार्यं भवतु, परिपूर्णतया आगच्छति, अनन्तरम् अट् वा आट् वा अडागमः वा अडागमः करोतु इति तेषां पक्षः. अस्मात् कारणाद् अपि लावस्थायाम् अट् इति पक्षः परित्यक्तः. अट् इति पक्षः इति अस्माकं प्रथमपक्षः. लावस्थायाम् अट् आडागमः इति प्रथमपक्षः किमर्थं तेन परित्यक्तम् इत्युक्ते क्रियायाः बोधनार्थं परिपूर्णार्थं प्रथमं प्रत्ययं योजयित्वा अनन्तरमेव अट् वा आड् वा करोतु इति तेषां मतं तादृशम् अस्ति. ते एव केवलं धातुः स्वीकृत्य आटागमः इति करोति चेत् तत्र किमपि लाभः नास्ति. तत्र तादृशं न कर्तव्यम्. अयं धातुः इति व्यवहारः एव वस्तुतः न कर्तव्यः. प्रथमं प्रत्ययं योजयतु, परिपूर्णता आगच्छति, अनन्तरम् अट् वा आट् वा इति करोतु इति तेषां मतम्. एतत् भगिनी अत्र भूधातोः भूसतायम् इति अर्थविज्ञानपदमस्ति तत्र खलु भगिनी? तद् धातुः एव अस्ति. भूधातोः अर्थविज्ञानपदम् इत्युक्ते तत्र भूसतायम् इति अर्थमस्ति. भू इति सूचना. समीचीनं भगिनि. इदानीं तत्र अन्यस्मिन् पक्षे किम् अस्ति भगिनि? किमस्ति पक्षे? वयं वट लावस्थायाम् अट् वा आट् आगमः प्रथमम्, अनन्तरम् इणोय प्रतिपदोक्तत्वात् इणोय. तर्हि किं कर्तव्यं? प्रथमं करणीयं वा अनन्तरं करणीयं भगिनि? लाघवमेव लाघवमेव लाघवमेव लाघवमेव स्वीकरणीयम्. आडागमः प्रथमं, लावस्थायाम् इनोयन् अनन्तरं. तद् सर्वम् आगच्छति महोदय. भवान् अपि अस्ति किल अस्माकं न्यायशास्त्रवर्गे? न भगिनि, इदानीं नास्ति. तत्रापि एतादृशमेव आगच्छति. अग्रे न गच्छति, भ्रमणं करोति, वाक्यं पुनः पुनः पठनेन अवगमनं न भवति. अग्रे न गच्छति एव, त्यक्तवान्. अनन्तरं अस्तु, तत्र यदा महाभाष्यं सर्वम् अष्टाध्यायी डाट् काम् मध्ये अपि पश्यतु, महाभाष्यं कुत्रचित् अस्ति, तत्र पूर्वपक्षी, सिद्धान्ती इति पक्षद्वयं सर्वदा भवति. एतद् मार्गः एव सर्वदा स्वीकरणीयः इति किमपि नास्ति. अस्माकं विवक्षा एव. अहमपि व्याकरणं पठित्वा एकं पक्षं स्थापयितुं शक्नोमि. तादृशमेव तद् एषः सूत्रमेव निर्माणं कृतवान् पाणिनिना. तावदेव, अन्यत् सर्वम् अस्माकं पक्षः एव. न्यायवर्गे अवगच्छामि इति भाति एकम् वाक्यं पुनः पठित्वा पुनः न तत्र एव गच्छक् अग्रे न गच्छति. समीचीनम्. अस्तु, विजया भगिनी आहत्य इति पठतु, पश्यामः अवगच्छामः. रघुपतिमहोदयेन न पठितं खलु? रघुपतिमहोदयेन न पठितं? न, अहं पुनः आगतवती किल. रघुपतिमहोदय अष्टाध्यायी डाट् काम् पठितवान्. भवती पठतु. आहत्य कारणत्रयेण इनोयन् सर्वप्रथमम् आयाति. आबीयपाठस्य सार्थक्यार्थं द्वितीयबिन्दुः प्रतिपदोक्तत्वात्, तृतीयबिन्दुः तु विशिष्टधातोः क्रियाबोधकत्वात्. तत्र इनोयन् कारणत्रयमस्ति. आहत्य इनोयन् इत्यस्य कारणत्रयमस्ति. तत्र किं बलवत्, किम् अत्र लाघवम्, एतत् सर्वं तत्र आबीयपाठस्य सार्थक्यम्, अनन्तरं प्रतिपदोक्तत्वात् ईवा इनोयन् एतत् विषये, अनन्तरं विशिष्टधातोः क्रियाबोधकत्वात् साधनार्थं किम् अस्ति तत्र, किं सूत्रं कार्यं करोति, एतत् तत्र दत्तम्. अतः द्वितीयपक्षस्य एकनिमिषं भगिनि, द्वितीयपक्षस्य कारणत्रयं आसीत्। इनोयन् इति प्रथमं किमर्थं स्वीकृतवन्तः इत्युक्ते आभियपाठस्य सार्थक्यम्, आभियपाठः इति अस्ति तस्य सिद्ध्यर्थं सार्थक्यम् इत्युक्ते प्रतिपदोक्तत्वात् इनोयन् इति अस्ति प्रतिपदोक्तम्। अनन्तरं यदा तृतीयपरिच्छेदः विशिष्टधातोः क्रियाबोधकत्वं परिपूर्णार्थः, क्रियायाः परिपूर्णार्थः साधनार्थम् इनोयन् इति प्रथमं ते स्वीकृतवन्तः इति द्वितीयपक्षस्य कारणत्रयम् उल्लिखितमस्ति। अग्रे पठतु, द्वौ प्रश्नौ अवशिष्टौ। एकं, किमर्थं सामान्यक्रमः एतादृशः दत्तः? अत्र प्रथमबिन्दुः अपि अस्ति, लङि अडागमः आडागमः च। द्वितीयबिन्दुः तिङ् निमित्तम् अङ्गकार्यं। तृतीयबिन्दुः लङि आडागमः, आडागमे सति वृद्धिकार्यमत्र। चतुर्थबिन्दुः तिङ् प्रत्ययः योजनं, तत् सम्बद्धसन्धिकार्यम्। अत्र एतत् चतुर्विधाः तत्र कार्यम् अस्ति, सामान्यक्रमः एव तत्र। अग्रे पठतु। चिन्तयामः चेत् अयं क्रमः स्वाभाविकः। प्रथमबिन्दुः लङि अडागमः आडागमः च, आडाजादीनाम् इति सूत्रं ल अवस्थायां विधीयते। अतः इदं सूत्रं सामान्यरूपेण सर्वप्रथमं भवेत्। आडाजादीनाम् एतत् सूत्रं सर्वप्रथमम् आगच्छति भवेत्। द्वितीयबिन्दुः तिङ्निमित्तम् अङ्गकार्यं भवति, अतः एतत् बलवतीति अत्र दत्तम्। अनन्तरम् आडागमे सति वृद्धिकार्यमस्ति, आटः च वर्णनिमित्तिकं कार्यम्, अतः अनन्तरं स्यात्। किन्तु अन्तरङ्गत्वात् तिङ्प्रत्ययः योजनात् प्राक्, तिङ्प्रत्ययं प्राक् एतत् वर्णनिमित्तिकं कार्यं भवति आटः च इति सूत्रेण, तत्र वृद्धिकार्यमपि अस्ति। अनन्तरं चतुर्थबिन्दुः तिङ्प्रत्ययः योजनं, तत् सम्बन्धसन्धिकार्यं, परम्परया अपि अन्तिमं कार्यम्। किन्तु आधिक्येन तृतीयचतुर्थयोर्मध्ये किं प्रथमम् इत्यस्मिन् महत्त्वं नास्ति। अवदत्, ऐच्छत्, एदत्, तत्र लङ् रूपं प्रथमपुरुषस्य एकवचनं दत्तम् अत्र तिङ्प्रत्ययं योजनेन। भिन्नरीत्या चिन्तयेत्। एकनिमिषं भगिनि। अतः एतदेव क्रमः, आडजादीनाम् इति लावस्थायां प्रथमं, तिङ्निमित्त अङ्गकार्यम्, आटश्च तिङ्निमित्त अङ्गकार्यं मध्ये एव वयं दृष्टवन्तः। अतः अङ्गकार्यं बलवत् इति कृत्वा तिङ्निमित्त अङ्गकार्यम्, अनन्तरं वृद्धिकार्यम् आटश्च इति वर्णनिमित्तकार्यं, तत्रापि अन्तरङ्गत्वात् तिङ् प्रत्ययस्य योजनात् प्राक् एव तस्य कार्यमपि भवति आटश्च इति, तद् अग्रे अस्ति, वयं पश्यामः। अनन्तरं चतुर्थ बिन्दुः एव सन्धिकार्यमस्ति, आडागमः आटश्च इत्यनेन वृद्धिकार्यं भवतु प्रथमं वा तत्सम्बन्धसन्धिकार्यं प्रथमं वा इति किमपि तत्र सङ्घर्षः नास्ति, किमपि भवितुम् अर्हति। किमर्थम् इत्युक्ते द्वयमपि वर्णनिमित्तिककार्याणि एव, रूपमे अपि समानरूपेण आगच्छति ऐच्छत् इति, यदा वयम् आटस्य प्रथमं कुर्मः वा सन्धिकार्यं प्रथमं कुर्मः वा रूपं समानमेव आगच्छति। तत्र अन्यत् चिन्तनं, अन्तिमचिन्तनं प्रायः। इदानीं रघुपतिमहोदय पठतु। भिन्नरीत्या चिन्त्यते केवलम् इण् धातोः अस् धातोः प्रसङ्गे च, इणोयण् इत्यनेन ई धातुः आयन् इति भवति. स्नसोः अल्लोपः इत्यनेन अस् धातुः आसीत्. एतदेव अस्मिन्नेव विषये वदति भिन्नरीत्या कुत्र कुत्र वयं चिन्तयामः चेत् इन् धातोः अस् धातोः प्रसङ्गे एव एतादृश आडजादीनां प्रथमं वा इणोयन् प्रथमं वा अथवा श्नसोरलोपः प्रथमं वा इति एतादृश किं प्रथमं स्यात् इति चिन्तनम् अस्मिन्नेव विषये अन्यत्र कुत्रापि नास्ति इति वदन्ति. आं पठतु महोदय. ईयोग लङ् ईयोग त इदानीम् आडाजादीनाम् इत्यनेन आयोग ईयोग त अत्र प्रथमम् आटश्च इति क्रियते चेत् सार्धात्कार्धात्कयोः इत्यस्य आवश्यकता एव नास्ति. प्रथमं सार्धात्कयोः इति क्रियते चेत् अनन्तरम् आटश्च इति भवति. द्वाभ्यां मार्गाभ्याम् इति मार्गाभ्याम् ऐत् इति रूपं सिद्ध्यति तर्हि किं साधुः इति अस्ति. ऐ ए भवति आये प्रथमम् आटश्च इति क्रियते चेत् सार्धात्कारयोः इत्यस्य आवश्यकता एव नास्ति. किमर्थम् आवश्यकता नास्ति? प्रथमं सार्धात्कयोः इति क्रियते चेत् किं रूपम् आगच्छति? सार्वत्कार्तकयोः चेत् आयोग अस्तु ए भवति अत्र ईकारस्य ए भवति आ खलु न न प्रथमम् आटश्च करोतु महोदय. आयोगः ई इति आटश्च आटश्च सोरि ऐ भवति. इदानीं सार्वधातुकयोः इत्यस्य प्रसक्तिः अस्ति वा? नास्ति नास्ति तावदेव ऐ इति अतः अनन्तरम् अचयव इति सूत्रेण आय इति भवति. रूपं तु समानम् आगच्छति परन्तु क्रमः एव. अग्रे पठामि. आटश्च आडगमात् अचि परे पूर्वपरयोः वृद्धिः एकादेशः भवति. अनुवृत्तिसूत्रमस्ति आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायां सार्धात्क आर्धात्कयोः इति इगन्तङ्गात् इकः गुणः भवति सार्धात्के आर्धात्के च प्रत्यये परे. अनुवृत्तिसहितत्वम् इकः अङ्गस्य गुणः सार्धात्क आर्धात्कयोः. अत्र कृत अकृतप्रसङ्गः आटश्च इत्यस्य अस्तु. तस्मात् सार्धात्क आर्धात्कयोः इति सूत्रं प्रति नित्यं तस्मात् बलवत् इति सूत्रं प्रति नित्यं सूत्रम् इति कृत अकृतप्रसङ्गे अस्ति यत् आटश्च इति भवत्येव अतः तस्य बल नित्यम् अतः नित्यसूत्रम् अस्ति अतः बलवत् अस्ति. अवगतं वा कथम् आगच्छति नित्यम् इति? आमाम् आगमः भवत्येव प्रथमम् आयोगः ई योगः तत्र सार्वधातुकार्धधातुकयोः करोतु. आयोग ई अस्तु इदानीम् ए भवति अनन्तरम् आटश्च इति भवति खलु तदेव पूर्वमपि तस्य उपस्थितिः भवति अनन्तरमपि तस्य प्रसक्तिः अस्ति एव सार्वधातुकार्धधातुकयोः कुर्मः चेदपि आटश्च इत्यस्य प्रसक्तिः एव कृत अकृतप्रसङ्गः अतः आटश्च इति नित्यसूत्रम् अतः बलवत् अग्रे पूर्वोपस्थितनिमित्तकम् अन्तरङ्गं यस्य कार्यस्य निमित्तं पूर्वम् उपस्थितं तद् अन्तरङ्गम् इति अस्ति. पूर्व उपस्थितनिमित्तकम् अन्तरङ्गम् इति अस्ति. आटश्च इत्यस्य ई धातोः इकारः इति निमित्तं पूर्वम् उपस्थितः सार्वधातुकार्धधातुकयोः इत्यस्य यः प्रत्ययः यः ता प्रत्ययः इति निमित्तम् अनन्तरम् अतः पूर्व उपस्थितनिमित्तकम् अन्तरङ्गमित्येन आटश्च इत्यस्य अन्तरङ्गत्वम् अस्तु अन्तरङ्गत्वं न ते अस्ति तदेव पूर्वम् उक्तं किल अन्तरङ्गत्वात् तिङ् प्रत्ययस्य योजनात् प्राक् आगच्छति इति तस्य निरूपणम् अत्र तदवगतं वा महोदय आमाम् अस्तु पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया नित्य अपेक्षया अन्तर्गतत्वं बलवत् अतः नित्यम् इत्यस्य बलेन आटश्च इति न अपि तु अन्तरङ्गत्वम् इत्यस्य बलेन आटश्च प्रथमं भवतु अस्तु इदानीम् अत्र द्वयमपि अस्ति परन्तु अन्तरङ्ग एव बलवत् अस्ति अतः तत् स्वीकरणीयम् इति अस्ति प्रथमं भवतु नित्यमपि अस्ति अन्तरङ्गम् परन्तु अन्तरङ्गमेव बलवत् इति कारणेन आटश्च इति प्रथमं भवतु समीचीनं महोदय धन्यवादः अरुणा भगिनी पठति वा किन्तु अन्ततो गत्वा किन्तु अन्ततो गत्वा वार्णात् अङ्गं बलीयः इत्यनेन सार्वधातुक आर्धधातुकयोः प्रथमं भवति पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् इत्यस्मात् वार्णादङ्गं बलीयः इति परिभाषा बलवति तदर्थं प्रथमं सार्वधातुक आर्धधातुक इत्यस्य प्राप्तिः तदा एव आटश्च प्रयत्नं करोमि वार्णात् अङ्गं बलीयः कारणात् प्रथमं सार्वधातुकार्धत्वयो कार्यं करोति पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् अहं न अवगतं भगिनि पूर्वोपस्थितं निमित्तकम् अन्तरङ्गम् इति वयं बलाबलचिन्तने तद् पाठे पठितवन्तः तद् निमित्तं पूर्वम् उपस्थितम् अस्ति चेत् तद् अन्तरङ्गसूत्रम् अन्तरङ्गात् बहिरङ्गम् इति सर्वं पठितवन्तः तदेव पूर्व आडागम पूर्व उपस्थितं भगिनि आटश्च अन्तरङ्गम् इत्यस्मात् वार्णादङ्गं बलिय इति परिभाषा बलवति ततः प्रथमं सार्वधातुकयोः इत्यस्य प्राप्तिः तदा एव आटश्च सार्वधातुक आर्धधातुकयोः इति 6-4 इति अङ्गकार्यम् अस्ति क्षम्यतां 7-3 इति अङ्गकार्यम् अस्ति आटश्च इति 6-1 इति वर्णनिमित्तिककार्यम् अस्ति सार्वधातुक आर्धधातुकयोः एव बलवत् अन्तरङ्गं बहिरङ्गं नित्यम् इत्यस्य अपेक्षया वार्णादङ्गं बलीयः इति परिभाषा स्वीकुर्मः चेत् सरलं तावदेव अस्तु अन्तिमं पठतु चिन्तनार्थं भाष्यकारः प्रतिपादयति यत् आदादिजनाम् आटश्चैतनयोः अष्टाध्याय्याम् आवश्यकता एव नास्ति लुङ् लङ् लुङ् ष्वडुत्तातः च आटश्चैतेव पर्याप्तम् आभ्यां सर्वाणि रूपाणि सिद्धेरन् ऐच्छत् एतत् ऐदत् चिन्तनस्य विषयः चिन्तनात् भाषकार प्रतिपादयति किमर्थं न अवगत ते वदन्ति भाष्यकारः वदति महाभाष्ये पतञ्जलिः वदति आडजातीनाम् आटश्च इति सूत्रं तस्य आवश्यकता एव नास्ति अस्माकम् अष्टाध्याय्यां लुङ् लङ् लुङ्षु ष्वडुदातः अनन्तरम् अटश्च इति एव पर्याप्तं विद्धिकार्यं किमपि न आवश्यकं सूत्रमेव पर्याप्तम् इति तेषां मतं ते वदन्ति तादृशं भवतु इति वदन्ति रूपं साधयितुं शक्नुमः सूत्रद्वयेन एव इति तेषां मतं तावत् परन्तु ते एतत् समीचीनमेव खलु भगिनि लुङ् लङ् लिङ्षु एतत् तेषां मतम् इति एव वदन्ति सम्यक् वा न वा इति न जानीमः अहं पृच्छामि अहं वदामि लुङ् लङ् एतत् सूत्रं लङ् मध्ये अकारः यो तिङ् प्रत्यये अङ्ग अङ्गप्रत्यये अङ्गपूर्वम् अकारः योजनीयम् इति अस्ति खलु भगिनि. एतत् समीचीनमेव. किमर्थम् एतत् आडाजि न तादृशं नास्ति भगिनि. वयं तु पूर्णं अष्टाध्यायी भाष्यं सिद्धान्तकौमुदी सर्वं पठित्वा निर्णयं वक्तुं शक्नुमः. इदानीं यद् करपत्रे अस्ति तदेव वयं पठामः. तावदेव पूर्णतया पठामः चेदेव वी केन् गिव् अ जज्मेण्ट्. इदानीं वयं तु केवलं पठामः तावदेव. अस्तु भगिनि. आडाजिदिनम् एतत् विधिलिङ्गे पूर्वं सम्पूर्णम् आगच्छति खलु भगिनि. एतत् आडजादीनां केवलं यदा यत्र यत्र लुङ् लङ् लुङ्षु अडुदातः कार्यं करोति सर्वत्र आडजादीनामपि कार्यं करोति. अस्तु पञ्चनिमिषः अवशिष्टः. श्रीवल्ली भगिनी इक् स्मरणे पठति वा. इक् स्मरणे इति इक् स्मरणे नित्यम् अति उपसर्गपूर्वकः धातु परस्मैपदी च धातुः स्मरणे इति अर्थे अति उपसर्गपूर्वकं धातुः नित्यम् अतियोगः इक् इति धातुः आयाति. ए धातुः परस्मैपदी धातुः. अत्र अवधेयं यत् यथा पूर्वं कार्यस्य एकः क्रमः वर्तते तमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया. प्रथमम् अडागमः आरागमः च द्वितीयबिन्दुः तिङ् निमित्तमङ्गकार्यं तृतीय बिन्दुः लङ्गि आरागमे सति वृद्धिकार्यं चतुर्थबिन्दुः तिङ् प्रत्यययोजनं तत् सम्बद्धसन्धिकार्यं. यथा सामान्यम् अङ्गकार्यं सन्धिकार्यम् इत्यनयोः मध्ये प्रथमम् अङ्गकार्यं तथा एव सन्धिकार्यम् इति धातोः विषये सामान्यक्रमम् अस्ति. इक् स्मरणे इति धातु अतिष्णुधातुध्रुवं युवोर्यङ्गुवङ्गौ इत्यस्य प्रसक्तिः न तु इणोयङ् नाम इयङ् आदेशः प्रसक्तः न तु यङ् आदेशः. तर्हि अजादि अपित्सु इयङ् कृत्वा अधियोगः ईयोगः अन्ति रूपम् अधियोगः ई योगः अन्ति अधीयन्ति इति भवेत्. किन्तु तथा न भवति. अधीयन्ति इति एव भवति. अत्र ध्येयं यत् एकं गणसूत्रं वर्तते इण्वदिक इति वक्तव्यम्. अनेन इत् धातुः इण् धातुव एव भवति. अतः अत्र अधियोगः इक् इण्वत् भवति. प्रथमम् इण् धातुः रूपं निर्मातु तदा अधियोजयतु. अपि च यथा आवश्यकता सन्धिकार्यं करोतु. आहत्य इक् धातोः अजादि अपि च इयङ् आदेशः न भवति. इन्वत् यन् आदेशः एव भवति. इक् धातोः विषये प्रथम अचिष्णुधातुभुवं योर् इवङ्गौ इत्र प्रसक्तिः अस्ति न तु इणोयन् प्रसक्तिः नाम इङ् आदेशप्रसक्तिः न तु एनादेशः प्रसक्तिः नास्ति. अतिष्णुधातुभुवं प्रसक्तिः नास्ति. इण् प्रसक्तिः नास्ति. एनादेशः नास्ति. तर्हि अजाय अपित्सु इङ् कृत्वा अधियोगः ईयोगः अन्ति अधीयन्ति इति रूपं भवेत्. परन्तु किन्तु तदा न रूपं भवति. कारणं घनसूत्रम् एकं घनसूत्रं वर्तते इन्वत् हिका इति वक्तव्यम् इति अर्थः. इक् धातुः इन् धातुवत् एव भवति इति कारणेन इकोयन् इणो इणोयन् इति सूत्रं प्रथमम् आयाति. अतः अत्र अधियोगः इक् इन्वत् भवति चेत् प्रथम इन्योगः अन्ति कार्यं भवति. तदनन्तरम् अधि इत्यस्य कार्यं भवति. समीचीनम्. अत्र यदा वयं जिष्णु धातुब्रुवामेव सामान्यतया भवेत्, परन्तु इनोयण् इति एतद् गणसूत्रेण इनोयण् इत्यस्य प्रसक्तिः, इन्वधिक इति वक्तव्यम् इति सूत्रेण. अतः किं भवति इत्युक्ते तत्र इनोयण् इत्यनेन यण् यदा वयम् इन् धातोः विषये कृतवन्तः तादृशमेव रूपं साधयामः, अनन्तरम् अधि इति योजयामः. सर्वदा अधिपूर्वक इन् धातुः एव रूपम् अधीयति, अधीयन्ति इत्येव आगच्छति. तत्रापि मतद्वयमस्ति, अधीयन्ति इत्यपि साधु इति केचन वदन्ति. अतः तद् तद् स्वीकृत्यापि कुर्वन्ति. तद् रूपमपि अस्ति, अधीयन्ति अपि अस्ति, अधीयन्ति अपि अस्ति. अस्माकं विवक्षा एव किं यत्र वयम् उपयोगं कुर्मः तत् अस्माकं विवक्षा एव. अतः अस्मिन् सप्ताहस्य गृहपाठं रूपाणि साधयन्तु, प्रक्रिया सहितरूपाणि अग्रे सरामः अग्रिमसप्ताहे. धातोः अग्रिमं सर्वमपि सामान्यमेव, प्रायः अन्ते अनन्तरम् एकं धातुः अस्ति, तत्रापि एतादृशचिन्तनं पुनः आगच्छति. एतद् शीङ् धातुः, तद् तत्र तस्य अपि किञ्चित् चिन्तनं भवति, यत्र आगच्छति वयं पश्यामः. अस्तु, धन्यवादः. दीपावल्याः शुभाशयाः. दीपावली शुभाशयाः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः. नमस्कारः. धन्यवादः भगिनि. शुभरात्रि.